ॐ शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेऽस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। नमस्कारः महोदय। उषा भगिनि, उषा स्वामिनाथन भगिनि, नमस्कारः भगिनि। सर्वेभ्यो नमः। सर्वेषां चिन्ता मास्तु भगिनि। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हल् सन्धिः। गतवर्गे तत्र यवलोपसन्धिः इति विषयः अस्माभिः कृतः। अग्रे तत्र यतोधारणं तत्र रिक्तस्थाने पूरयत इति तत्र पुटसङ्ख्या 43 मध्ये अभ्यासः अस्ति। तम् अभ्यासं कुर्मः तर्हि। तर्हि तत्र अशोभगिनी आरम्भं करोति वा? आं महोदय। भगिनि, तत्र उदाहरणं वयं कृतवन्तः खलु? उदाहरणं एव कृत। अस्तु अस्तु, शोभगिनी कृतवती, आश्चर्यवत्. तर्हि तत्र प्रथमं असक्तम्। असक्तं सर्वभृच्छैव इति, तत्र सर्वभृच्छैव इत्यस्य पदच्छेदं कुर्मः चेत् सर्वभृत् योगः च इति भवति. इदानीं तत्र सर्वभृत् इत्यस्य तकारस्य झष्त्वं भवति जलां झषोन्त इत्यनेन सर्वभृद् योगः च. तदनन्तरं स्तोहश्चुनाश्चुः इत्यनेन चकारादेशः जकारस्य सर्वभृज् योगः च. तस्मात् परं तत्र खरिच इति सूत्रं कार्यं करोति. परवर्णः खर्वर्णः, अतः जकार चकारयोः योगे जकारस्य प्रथम वर्णः चवर्गीयस्य प्रथमवर्णः आदेशः भवति, अतः सर्वभृच् इति भवति. सर्वभृच् योगः च, सर्वभृच्च, तदनन्तरम् एव इति. तर्हि अस्तु, तत्र श्लोकः अपि अस्ति, तत्रापि सन्धि एव इति, तत्र एव इति भवति. हा, तत्र किं किं तत्र श्चुत्वं जस्त्वं श्चुत्वं चर्त्वं चर्त्वम्? आं महोदय. अपि श्लोक त्रिदश अग्ने अध्याये त्रयोदश अध्यायः, त्रयोदशे अध्याये चतुर्दश श्लोक. अस्तु. ओ अस्तु, तत्र किम् इदानीम् असक्तं सर्वभृच्छैव निर्गुणं गुणभोक्तृ च बहिरन्तश्च भूतानाम् अचरं चरम् एव च इति. तत्र असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च बहिः अन्तः च भूतानाम् अचरं चरम् एव च इति. तत्र यदि आत्मनः विषयः, आम्, तत्र अन्वयं करणीयं चेत् तत्र पञ्च इति कुत्र आगतं? न, असक्तं सर्वभृत् च इव निर्गुणं गुणभोक्तृ च, गुणभोक्तृ च बहिः अन्तः च भूतानाम् अचरं चरमेव च. तर्हि तत्र पूर्वमेव आत्मानः विषयम् आगच्छत् आगतम् इति स आत्मा असक्तं सर्वभृत् अस्ति च एव निर्गुणं गुणरहितं गुणरहितः गुणभोक्तृ च अस्तु तत्र गुणभोक्तृ इति भवति चेत् भोक्तृ इत्युक्ते भोक्त्रा इत्यस्य प्रातिपदिकं तत्र गुणभोक्ता इति कथं भवति अनुभूयते इति वक्तुं शक्यते वा आत्मा एव तत्र गुणम् अनुभवति इति अनुभवति इति वा महोदय हा तत्र गुणानां तत्र गुणस्य भोगं तत्र आत्मनः एव इति तत्र आत्मा एव कर्ता इति कर्ता अपि आत्मा भोक्त्रा अपि आत्मा गुणस्य वा गुणस्य भोक्त्रा भोक्ता अपि आत्मा अस्तु तर्हि अग्रे बहिः अन्तः च अस्ति भूतानाम् अचरं चरम् एव च इत्युक्ते चरम् अचरं वा सर्वेषु भूतेषु बहिः अन्तः च स्थित्वा स्थितः असक्तः सर्वभृत् च तथा एव निर्गुणः च गुणभोक्ता च अस्ति आत्मा इति अर्थः भवति तत्र सः तत्र सर्वे समीचीनं भवति बहिः अन्तः च भूतानां बहिः अपि अस्ति अन्ते अपि अस्ति कीदृशानां भूतानाम् इत्युक्ते अचरं भूतस्य अपि तत्र अचरम् अपि किमपि अस्ति चरं वा अचरं सर्वस्य सर्वेषु भूतेषु तत्र अन्ते अस्ति बहिः अपि अस्ति बहिः अपि अस्ति अस्ति तर्हि तत्र निर्गुणमपि अस्ति गुणभोक्ता अपि अस्ति असक्तमपि अस्ति असक्तं नाम तत्र केनापि तत्र संयोगः नास्ति अनटाच् इति असक्तम् इति सङ्गः नास्ति किन्तु सर्वभृत् अपि आत्मा एव इति सर्वभृत् इत्युक्ते तत्र सर्वे सर्वत्र भूत्वा इति न सर्वेषां तत्र तत्र स्थितिः स्थितेः कारणं नाम तत्र मेण्टेनर् इति सस्टेनर् आम् भृत् इत्युक्ते तत्र भारं वहति इति तत्र सस्टेन्स् इत्यर्थे भारं वहति इति अस्तु अस्तु भारं वहति इति नाम सस्टेन्स् मेण्टेन्स् इति अर्थे कर्ता इति तदेव तस्मादेव आगच्छति खलु महोदय किं भगिनि भर्ता इति अस्ति खलु भार्या भर्ता इति सत्यं भगिनि इति एव तथैव अस्ति तर्हि मेण्टेन् सस्टेन् इति असक्तम् अस्ति सर्वभृत् अपि अस्ति निर्गुणम् अस्ति गुणभोक्ता अपि अस्ति बहिः अस्ति अन्तः अपि अस्ति चरम् अपि अस्ति अचरं तेषु अपि अस्ति तत्र नाम तत्र किं वदामः तत्र द्वैतस्य उपरि अस्ति तत्र भेदः तत्र अपोजिट्स् इति नास्ति तस्य उपरि अस्ति खलु इति नाम यथा तत्र अद्य तत्र यथा तत्र प्रह्लादस्य कथायां तथैव अस्ति खलु तत्र हिरण्यकशिपु सः वदति खलु तत्र अन्तः अपि मरणं नास्ति बहिः अपि मरणं नास्ति आं महोदय अहं सम्यक्तया न पठितवती तत्र सर्वेन्द्रियाणां तत्र आरम्भः एव सर्वेन्द्रियगुणाभासमेव सर्वेन्द्रियमस्ति. अहं सङ्गणके दृष्ट्वा पठितवती महोदय, तत्र सर्वं सम्मिलितम् अस्ति सर्वे श्लोकाः. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च इति अस्तु. सर्वेन्द्रिय इत्युक्ते सर्वेन्द्रियाणि, दशेन्द्रियाणि, मनः अपि मिलित्वा तत्र एकादश भवन्ति. सर्वेन्द्रियगुण आभासं गुणाभासं, गुण आभासम् इत्युक्ते किं भवति तत्र गुणाभासम् इत्युक्ते तत्र शैनिङ्ग् थ्रू द फङ्क्षन् आफ् आल् दि आर्गन्स् इति भवति. ओरिजिनल् सोर्स् नाम भासते इति अस्ति खलु, भासते नाम ओ अस्तु भासते, भास् धातुतः आभास इति वा किं भास्करः खलु. आमामां सर्वेन्द्रियगुण भासं तेन एव सर्वं भासते इति तेन एव सर्वं विथ् हिम् शैनिङ्ग् एव्रिथिङ्ग् शैन्स् सर्वेन्द्रियगुणाभासम् अस्तु. सर्वेन्द्रियविवर्जितः यतोहि तेन एव सर्वेन्द्रियाणि भासन्ते, किन्तु सः सर्वेन्द्रियविवर्जितं सः न तत्र तत् इति विवर्जितः अस्ति. तत्र प्रकाश परमात्मन् इति अथवा ब्रह्मन् इति नपुंसकलिङ्गे स्वीकृतं महोदय. तत्र ब्रह्मन् इत्युक्ते नपुंसकलिङ्गे, आत्मा इति पुंलिङ्गे इति खलु. सत्यं तथैव अस्ति. तत्र ब्रह्मन् इति यथा भवान् सर्वेन्द्रियं नपुंसकलिङ्गे, नपुंसकलिङ्गे किन्तु सर्वेन्द्रियविवर्जितम् अस्ति, स्वयं विवर्जितम् अस्ति, किन्तु तेन एव सर्वं भासते. सर्वेन्द्रिया सर्वेन्द्रियगुणा गुणाः भासन्ते असक्तं. तत्र तत्र इन्द्रियाणां तत्र इन्द्रियः इन्द्रियेण वयं तत्र लोकस्य ज्ञानं प्राप्नुमः. तर्हि तत्र गुणानामपि ज्ञानम् इन्द्रियैः भवति. अतः तत्र गुणाः भासन्ते, गुणाः भासन्ते केन? तत्र ब्रह्मणा, परब्रह्मणा गुणाः भासन्ते. किमर्थं, कस्मै भासन्ते? इन्द्रियार्थम्. इन्द्रियाणां कृते भासन्ते. तथा तदा इन्द्रियाणि तत्र गुणाः सन्ति इति कृत्वा तत्र गुणस्य तत्र ज्ञानं ते ज्ञानं भवति. श्रोत्रस्य श्रोत्रम् इति अस्ति तथैव. अपि च असक्तम् इत्युक्ते सङ्गत्वं विना एतत् सर्वं करोति इति. सर्वभृत् च एव निर्गुणं गुणभोक्तृ च. यथा सर्वभृत् इति भवान् उक्तवान् तत्र भारं वहति इति, वहति इति अत्र सम्यक् तत्र तत्र विग्रहवाक्यं सर्वभृत् इति पदस्य विग्रहवाक्यम् अस्ति यत् सर्वं बिभर्ति तत् बिभर्ति. ओ अस्तु, बिभर्ति ज्योत्यादि बिभर्ति बिभर्ति अस्तु. सो भ्रू धातुः भारं वहति इति सर्वस्य आधारः इति आधारः आधारः समीचीनमस्ति भगिनि. आधारः अस्ति. अपि च गुणभोक्तृ इत्युक्ते सर्वं अनुभवति इति. गुणभोक्तृ इत्युक्ते गुणानां भोक्ता, भोक्ता अस्ति यथा भवान् उक्तवान्. किन्तु निर्गुणं गुण भोक्तृ च. निर्गुणं सः निर्गुणः, निर्गुणं किन्तु गुणभोक्तृ च, अतः च अत्र इति सत्यं. इति अस्ति समीचीनं तर्हि तत्र सर्ववृक्ष इति सर्ववृक् इति भवति वृच्छ इति भवति आम् अस्माकं पदं सर्ववृच्छाय वृच्छैव इति वृच्छैव वृच्छैव निर्गुणं गुणभोक्तृ इति समीचीनं भगिनि धन्यवादः धन्यवादः महोदय अस्तु समीचीनं भवान् एव कृतवान् क्षम्यतां मिलित्वा एव कुर्मः भगिनि अतः एवं चिन्ता मास्तु अस्तु अग्रे वेदा भगिनि सुजाता भगिनि नमस्कारः ज्ञाता अस्मि नमस्कारः भगिनि पेज् 43 मध्ये स्मः भगिनि आं भगिनि अद्य अहं शृणोमि महोदय चिन्ता मास्तु किन्तु कुत्र स्मः इत्युक्ते पेज् 43 मध्ये आं महोदय धन्यवादः अस्तु वेदभगिनी अग्रे सद सच्चाहम अर्जुन सच्चाहमर्जुन सद सत् च सदसच्च सच्च अहम् अर्जुन इति तत्र सद सत् च तत्र पूर्वं यद् भगिनी उक्तवती तदेव जस्वसन्धि श्युत्वसन्धि अपि च चत्वसन्धि भवति तदेव तकार दकार भवति दकारस्य स्थाने जकार भवति जकारस्य स्थाने चकार खरीच इत्यनेन चकार सदसच्च इति रूपं निष्पन्नं भगवद्गीतायां 9.29 एकनिमिषं महोदय 9 वेर् इस् 9 9 19 अस्ति भगिनि 9 नवदश अध्यायः अस्ति नवमः अध्यायः किन्तु श्लोकः अस्ति नवदश करेक्ट् करेक्ट् नवम अध्याय ओके एकनिमिषं महोदय नवम अध्याय ऐ गाट् इट् नवम अध्याये अण्ड् द श्लोकम् इस् 19 भगिनि ओ 19 ओके नवदश नवदश तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन तपामि अहं वर्षं निगृह्णामि उत् सृजामि च अमृतं च एव मृत्युः च सदसत् च अहं सदसत् च सदसत् च वाट् इस् दट् महोदय सदसत् च अहम् अर्जुन समीचीनं सत्यं सत्यं भगिनि तथैव महोदय सत् असत् अस्ति न महोदय सत् असत् च अहम् अर्जुन सदसत् असत् कुत्र अस्ति तत्र भगिनि तत्र सत् योगः असत् भवति सदसत् ओके ओके सत् असत् च अहम् अर्जुन ओके सो इस् द मीनिङ्ग् किमस्ति तत्र तपामि अहं वर्षं निगृह्णामि ओ देट् इस् वर्ब् निगृह्णामि किं निगृह्णामि वर्षं निगृह्णामि उत्सृजामि इत्युक्ते उत्सृजामि इत्युक्ते टु लीव टु उत्सृजामि उत्सृजामि इति तत्र सृष्टिः खलु सृजनम् उत्सृजामि इति भिन्नमस्ति उत् इति तत्र लेट् गो इति अस्ति अस्तु अमृतं च एव मृत्युः च एमिट् किन्तु तत्र इति अस्ति किन्तु भगिनी तत्र कर्मपदमस्ति तत्र उत्सृजामि निगृह्णामि अपि उत्सृजामि किं निगृह्णामि वर्षं निगृह्णामि अपि वर्षम् उत्सृजामि उत्सृजामि अहं तपामि अहं तपामि अहं तपामि अहं वर्ष वर्षमपि उत्सृजामि वर्षं निगृह्णामि अहं वर्षम् उत्सृजामि आम् वर्षम् उत्सृजामि निगृह्णां किमर्थं वर्षमेव भगिनि यदि तत्र वर्षः न भवति वृष्टिः न भवति वर्षं नाम तत्र वृष्टिः ओ अतः वर्षं निगृह्णामि नाम तत्र यत्र वृष्टिः न भवति तस्य कारणं भगवान् एव इति अर्जुन अहं तपामि अपि च वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युश्च अहम् अमृतम् अपि च मृत्युभि मृत्यु अपि अहम् अमृतम् अहं मृत्यु अपि अस्ति सद सत् अपि च असत् अहमेव अहमेव अस्तु तत् अपि च असत् अहमेव ओ अर्जुन अहं तपामि अपि च अहं वर्षम् इत्युक्ते वृष्टिः निगृह्णामि अपि स उत्सृजामि अहमेव अमृतम् अपि च मृत्युः अस्ति सोरि अस्मि किं सत् अपि च असत् मये न किम् अहमेव सत् सत् नाम अहमेव अस्तु सत् नाम यत् वर्तते तद् अस्ति सत् सत् आनन्दम् अहमेव सत् अस्ति इत्युक्ते सत् इत्युक्ते अमृतमपि अहमस्मि मृत्यु अपि अहमस्मि सत् अपि च सत् अपि अहमस्मि इति वा सत्यं भगिनि तत्र सत् इति तत्र भवती जानाति खलु सत् इति अपि अस्ति सत् अपि अस्ति तयोः मध्ये कः सम्बन्धः सत् इति पदम् अस् धातोः निष्पन्नं सत् अस् अद्धातोः अद्धातोः आयाति कथं कथम् ओ कथं वा सत् अद्धातुः सर्वे भवती अपि जानाति प्रायशः न स्मरति किन्तु जानाति एव अन्य कोऽपि स्मरति वा तत् किं भगिनि शत्रन्त शत्रन्त शत्रन्त क्षणन्त हा हा न यथा पठति पठत् इति प्रातिपदिकं पठन् परन्तु अकारस्य किं गति तत्र अस् धातु न अस् धातुः तत्र सत् इति एव भवति तत्र तत्र कार्यमस्ति किन्तु तत्र अन्ते अन्ते रूपमस्ति सत् इति सन् इति प्रथमविभक्तिरूपं तत्र प्रातिपदिकं वा सत् यथा पठत् इति प्रातिपदिकं पठन् इति प्रथमविभक्तिरूपं तथैव सत् सत् अपि भगवान् एव असत् अपि भगवान् एव इति अतः तत्र सर्वं नाम तत्र नवम अध्याये तत्र सर्वेषु पदार्थेषु सः कः इति वदति खलु तत्र अतः एव तत्र अस्तु अस्तु अग्रे सरामः महोदय सदसच्चाहमर्जुन तत्र सत्योग असत् अपि सम्यक् अस्ति महोदय सत्योगः असत् तत्र सकारस्य दकारः भवति केन जलां जशुन्ति इत्यनेन जलां जशुन्ति इत्यनेन महोदय इति अस्ति भगिनि सत्यम् अनन्तरं सत् योगः असत् योगः च योगः अहं तत्रापि अयोग अ आ भवति न महोदय, तदेव चाहम् अस्ति, सवर्णदीर्घसन्धि भवति, सत्यं तथैव अस्ति, तथैव अस्ति, उत्तमं, अस्तु तर्हि तत्र हल् सन्धिः सर्व अनेके सन्धयः सन्ति, अस्तु समीचीनम्, अस्तु उत्तमम्, अग्रे तर्हि तत्र उषास्वामिनाथन् भगिनी अग्रे द्रव्यमयात् यज्ञात्, द्रव्यमयात् योगः यज्ञात् इति भवति, द्रव्यमयात् तकारः दकारः भवति जलां जशोन्ते इत्यनेन, पदस्य अन्ते अस्ति इत्यनेन द्रव्यमयात् इति द्रव्यमयाद् भवति, द्रव्यमयाद् योगः यज्ञात्, द्रव्यमयाद् यज्ञात् इति भवति. श्रेयान् द्रव्यमयाद् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पाथ ज्ञाने परिसमाप्यते. श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते. द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् हे परन्तप द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् अन्तेन् पार्थ हे पार्थ सर्वं कर्माखिलं ज्ञाने परिसमाप्यते, परिसमाप्यते कर्मणि परिसमाप्यते, संयोगः आप्योगः यकारयोगः ते, सो कर्मणि आप् धातु परिसमाप्यते, परिसमाप्यते कर्मणि इत्यनेन कर्म प्रथमा विभक्ति, सर्वं कर्माखिलं सर्वं कर्म अखिलं सर्वं कर्म अखिलं परिसमाप्यते अखिलं कर्म अखिलं कर्म सर्वं कर्म अखिलं कर्म पूर्णतया पूर्णतया इति अर्थः पूर्णतया कर्म सर्वं कर्म परिसमाप्यते कुत्र ज्ञाने परिसमाप्यते ज्ञाने परिसमाप्यते समाप्यते सो द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् हे परन्तप ज्ञानयज्ञः श्रेयान् भवति हे पार्थ सर्वं अखिलं कर्म ज्ञाने परिसमाप्यते समाप्यते इत्युक्ते समाप्यते इत्युक्ते सर्वं परिसमाप्यते लैक् कल्मिनेशन् रैट् कम्प्लीट् लैक् तत्र एव गच्छति इति समीचीनं भगिनि अस्तु अग्रे तत्र इदानीं उषा दिवसे भगिनि अग्रे आं महोदय वाक् देवता अत्र वाक् योगः देवता ककारस्य गकारः भवति जलां जशन्ति इति सूत्रेण महोदय पश्येत्कर्मणि तत्र अपि पश्येत् योगः कर्मणि न पश्येत् योगः योगः कर्मणि अस्ति चेत् तत्र सन्धिः प्रायः न भवति खलु पश्येत् योगः अकर्मणि अकर्मणि अकर्मणि तकारस्य दकारः भवति जलां जशोन्ते इति सूत्रेण इदानीम् अस्मिन् एव अध्याये अस्ति फोर् एटीन् फोर् नैन्टीन् एय्टीन् खलु एय्टीन् कर्मण्यकर्म च तद् न महोदय कर्मण्यकर्मयः कर्मण्यः पश्येद कर्मणि च कर्मयः स बुद्धिमान् मनुष्येषु स युक्त कृत्स्नकर्मकृत् कर्मण्यकर्म कर्मण्यकर्म इत्युक्ते कर्मणि अकर्म अकर्म अकर्म यः यः इत्युक्ते यः पुरुषः पश्येत् कर्मणि पश्येत् न पश्येत् पश्येत् अकर्म यः पश्येत् यः पश्येत् चः च कर्म यः अपि अकर्मणि यः कर्म पश्येत् पश्येत् तत्र उषदिवते भगिनि तत्र पश्येत् तावत्पर्यन्तम् एकः भागः तत्र एकवारं पठतु कर्मणि कर्म यः इत्युक्ते अकर्म अकर्म कर्मणि अकर्म अकर्म यः पश्येत् तावत् तावत् इदानीं तत्र यः इति आरभ्य वदतु यः यः यः इति कर्तृपदं क्रियापदं किमस्ति किं महोदय क्रियापदं क्रियापदं किमस्ति कर्मणि न क्रियापदं पश्येत् हा यः पश्येत् किं पश्येत् अकर्म पश्येत् हा अकर्म पश्येत् कुत्र कुत्र पश्येत् कस्मिन् कर्मणि अकर्म पश्येत् कर्मणि कर्मणि इति विभक्ति का कर्मणि अकर् कर्म विभक्ति कर्म प्रथमविभक्ति एव प्रातिपदिकं किं कर्मन् कर्मणि उत्तमं कर्मन् अस्तु कर्म प्रथमविभक्तिरूपं कर्मणि कर्मन् प्रथमविभक्तिरूपं कर्मणि कर्मणि प्रथमविभक्ति एकवचने कर्म कर्म कर्मणि कर्म हा कर्म कर्मणि कर्माणि समीचीनं कर्म यः कर्मणि अकर्म पश्येत् किन्तु अत्र कर्मणि इति विभक्ति का अत्र अत्र कर्मपदम् इति मन्ये महोदय सप्तमी विभक्ति न न कर्मपदं तु अकर्म इति एव भवती उक्तवती यः कर्मणि यः पश्यति भवती उक्तवती यः इति कर्तृपदं खलु आं महोदय अस्तु क्रियापदं किं पश्येत् अस्तु समीचीनं कर्मणि कर्मपदं किमस्ति कर्मपदं किमस्ति यः कर्मणि यः पश्येत् तत्र सः किमपि पश्यति इति चिन्तयति किं पश्यति अकर्मणि अकर्मणि इति न तत्र कर्मपदमस्ति चेत् तत्र द्वितीयविभक्ति भवेत् खलु महोदय तत्र कर्मणि अकर्म पश्येत् न महोदय यः तर्हि तत्र कर्मणि इति पदस्य विभक्ति भिन्नमस्ति अकर्म इति पदस्य विभक्ति भिन्ना अस्ति अस्तु तत्र अन्य कोऽपि सहं कुर्वन्ति विभक्ति महोदय कस्य कर्मणि कर्मणि इति सप्तमविभक्ति अकर्म इति अकर्म द्वितीया न द्वितीया द्वितीया यः अकर्म पश्येत् कुत्र पश्येत् कर्मणि कर्मणि सः अकर्म पश्यति अकर्मणि च कर्म यः किन्तु अकर्मणि कर्मसु पश्यति यः कर्मणि अकर्म पश्येत् अपि च यः अकर्मणि च कर्म सः बुद्धिमान् न न न यः तत्र पश्यति तत्र भागद्वये तस्य अन्वयः भवति भगिनि नाम महोदय कर्मणि अकर्म यः पश्येत् एकमस्ति वाक्यम् अपि च कर्मणि च कर्म यः यः पुनः पश्येत् इति एव आगच्छति तत्रापि साधारणतया वयं किं कुर्मः यत्र क्रिया भवति वयं चिन्तयामः तत्र कर्म अस्ति इति पश्य इति चिन्तयामः खलु किन्तु सः विपरीततया चिन्तनं तस्य चिन्तनं भिन्नम् अस्ति खलु कर्मणि अकर्म पश्यति अकर्मणि कर्म पश्यति आङ्ग्लभाषायां तत्र इनाक्षन् इन् आक्षन् आक्षन् इन् इनाक्षन् इनाक्षन् यः पश्यति कर्मणि अकर्म पश्यति कर्म पश्यति कर्म पश्यति यः पश्येत् इदानीं सः कीदृशः सः बुद्धिमान् यः अकर्मणि पश्यति सः बुद्धिमान् अस्ति यः कर्मणि अकर्म पश्येत् यः च अकर्मणि कर्म पश्येत् सः बुद्धिमान् अस्ति केषु मनुष्येषु मनुष्येषु मनुष्येषु सः बुद्धिमान् अस्ति अपि सः कृत्स्नकर्मकृत् युक्तः अस्ति युक्तः अस्ति कृत्स्नकर्मकृत् अस्ति कर्मधारय अस्ति कृत्स्नकर्मकृत् किं महोदय हा एकनिमिष भगिनी हा सः युक्तः इत्युक्ते सः योगी अस्ति सः योगी अस्ति युक्तः अस्ति योगी अस्ति युद्धधातुः योगी अस्ति अपि कृत्स्नकर्मकृत् नाम यः तत्र यत् इच्छति तत्र सर्वं कार्यं तत्र कार्यस्य सिद्धिः तस्य अस्ति भगिनि नाम यः कृत्स्नं कर्म करोति सः कृत्स्नकर्मकृत् इति अस्ति किन्तु सः यत्किमपि कार्यं भवतु कर्तुं शक्नोति सः अकम्प्लिशर् नाम तत्र तस्य कृते तत्र विघ्नः एव नास्ति केवलं जानाति अस्ति वा महोदय सर्वं जानाति इति न सर्वं सर्वकार्याणि अन्तपर्यन्तम् अन्तपर्यन्तं कर्तुं शक्नोति किं तत्र अहम् अभ्यासं करोमि इति चिन्तयामि किन्तु मध्ये विघ्नः भवति अस्तु इदानीम् अभ्यासः अभ्यासस्य तत्र अन्तपर्यन्तं गन्तुं न शक्नोमि तादृशं नास्ति तस्य स्थितिः सः कृत्स्नकर्मकृत् यत् यत् कर्म सर्वं तत्र कृत्स्नं नाम सम्पूर्णतया कर्तुं शक्नोति करोति इत्युक्ते कर्मणि अकर्म पश्येत् यः अकर्मणि च कर्म पश्येत् कर्म मनुष्येषु न न तत्र मनुष्येषु एतत् सर्वं न आगच्छति यः अकर्मणि च कर्म पश्येत् सः बुद्धिमान् अस्ति अपि च तादृशः पुरुषः अथवा तादृशः मनुष्येषु बुद्धिमान् अस्ति बुद्धिमान् अस्ति अपि च सः कृत्स्नकर्मकृत् अपि अस्ति योगी अपि अस्ति युक्तः अस्ति अन्य कोऽपि वक्तुम् इष्टमस्ति तत्र कः महोदय कृष्णकर्मकृत् अट्लीस्ट् इन् मै बुक् इट् सेस् हू हेस् अकाम्प्लिश्ड् एव्रिथिङ्ग् देट् इस् टु बि डन् अतः नाम तत्र यत् कर्तुं शक्नोति अथवा कृतवान् तत्र भूत वर्तमाने अथवा तत्र भूतकाले अपि भवितुम् अर्हति अस्तु कृत् इति तत्र प्रायशः तत्र भूतकालार्थ भूतकालार्थक इति भवेत् खलु तत्र कर्मकृत् कर्मकृत् तत्र कृत् इति अहं चिन्तयामि भगिनि तत्र कर्ता इति एव सः तत्र भूतकाले अपि भवितुं भवति प्रायशः किन्तु तत्र सर्वं कृतवान् अथवा सर्वं करोति इति महोदय मम पुस्तके दत्तमस्ति पठामि वा महोदय न पठतु भगिनि जो मनुष्य कर्म में अकर्म और अकर्म में कर्म देता है वह सभी मनुष्यों में बुद्धिमान है और सब प्रकार के कामों में प्रवृत्त रहकर भी दिव्य स्थिति में रहता है सब कार्य में प्रवृत्त ओके प्रवृत्त रहकर भी दिव्य स्थिति में रहता है कृष्ण कर्म कृत अस्तु अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र तर्हि तत्र सौ भगिनि अग्रे आं महोदय अग्रिममस्ति एतन्मे संशयं कृष्ण इति तत्र एतद् योगः मे तत्र प्रथमम् एतत् इति अस्ति तत्र जस्त्वं भवति जलां जश्रोन्ते इत्यनेन एतद् योगः मे इदानीं दकारस्य योगे मकारः अनुनासिकवर्णः अपि च नम् वर्णः तत्र नमुडागमसन्धि भवति वा अथवा यरोनुनासिकेऽनुनासिको वा यर् वर्णः दकारः यर् वर्णः अस्ति अनुनासिकसन्धि अनुनासिक एव खलु नम् इति चेत् नम् आयाति नमः ह्रस्वात् अचि नमुट् इति भवति अचि अस्तु यरोनुनासिकेन नासिको वा तत्र यरः इत्युक्ते दकारः यर् वर्णः यरः इत्युक्ते दकारस्य यर् वर्णस्य अनुनासिके परे अनुनासिकः वा अनुनासिकः विकल्पेन भवति इति सूत्रस्य अर्थः अतः एतद् इत्यस्य दकारस्य स्थाने नकारादेशः यतोहि दकारः तवर्गीयव्यञ्जनं तस्य तवर्गीय अनुनासिकवर्णः आदेशरूपेण आगच्छति एतन् इति भवति एतन् योगः मे एतन्मे इति भवति इदानीं तत्र श्लोकमस्ति षष्टाध्याये नवत्रिंशत्तमं सूत्रम् अस्ति कच्चित् नोभय विभ्रष्टः च अस्तु किमस्ति तत्र एकक्षणं महोदय अस्तु अग्रिमम् अस्ति भगिनि तत्र एतन्मे इति ओ क्षम्यताम् एतन्मे संशयं कृष्ण चेतुम् अर्हति अशेषतः एतन्मे संशयं कृष्ण चेतुमर्हस्यशेषतः त्वदन्यः संशयस्यास्य चेत्ता न उपपद्यते एतत् मे संशयम् एतत् मे मम संशयं कृष्ण चेतुम् अर्हसि अशेषतः त्वमेव अशेषतः इत्युक्ते पूर्णतया सम्पूर्णतया चेतुम् अर्हसि मम संशयम् त्वद् अन्यः संशयस्य अस्य चेत्ता नाहि उपपद्यते त्वदन्यः इत्युक्ते त्वं विहाय कोऽपि अन्यः नास्ति संशयस्य अस्य संशयस्य चेत्ता भवितुम् अर्हति इत्युक्ते संशयस्य छेदनं कर्तुम् अर्हति तादृशः त्वं विहाय अन्यः कोऽपि नास्ति, ना हि उपपद्यते इति वदति. इत्युक्ते तस्मात् पूर्वं तस्य संशयः किमपि आसीत्, तस्य संशयस्य छेदनम् इष्टम् अस्ति इदानीं तेन, अतः कृष्णं प्रार्थयति. तर्हि तत्र भगवान् एतन्मे इति अस्माकं पदम्, एतन्मे इति आरम्भे तदेव एतत् मे संशयम् इति, एतत् मम संशयं कृष्ण चेत्तुं. तत्र किमर्थं तत्र संशयम् इति संशयः इति नास्ति, तत्र संशयम् इति कर्मपदं भवति, क्रियापदं मम संशयं, तत्र क्रियापदं चेत्तुम् अर्हसि, अर्हसि इति, किन्तु साक्षात् समीचीनं, हा अर्हसि किन्तु चेत्तुं, संशयं चेत् संशयं चेत्तुम् अर्हसि. अन्यत् क्रियापदम् उपपद्यते इति अस्ति, तत्र हा संशय तत्र चेत्तुम् इति तस्य एव कर्मपदं संशयम्. आम् तस्य एव चेत्तुम् इति तत्र तुम् न भवति चेत् तस्मात् पूर्वं कर्मपदं भवति सकर्मकधातु अस्ति चेत् अतः एव तत्र चेत्तुं सिद्धदातु किम् अकर्मक भवति. क्षम्यता महोदय, कुत्र अकर्मकधातुः? न सकर्मकधातुः एव अस्ति, अतः एव सिद्धदातुः सकर्मकः एव अस्ति, अतः एव तत्र चेत्तुम् इति तस्य कर्मपदं संशयं, संशयं संशयं चेत्तुम् अर्हसि इति तत्र कर्मपदं नास्ति, सम्यक् अर्हसि न अर्हसि इति क्रियापदं खलु महोदय? क्रियापदं किन्तु अकर्मकक्रियापदम्. अर्ह इति धातुः वा? अर्हसि त्वम् अर्हसि तत्र अर्ह एव धातु भगिनि, अर्ह इति धातुः तत्र मध्यमपुरुषे, यतोहि त्वं किं तत्र त्वम् इति न उक्तं किन्तु त्वम् इति भवति, अर्हसि इति मध्यमपुरुषे, अकर्मकधातु इति चिन्तयामि अर्ह इति, अर्ह इति सकर्मक अस्ति महोदय. क्षम्यतां, तर्हि मम दोषः, अस्तु क्षम्यतां. तत्र अर्हति त्रिषु गणेषु अस्ति, सर्वत्र सकर्मक इति एव दत्तं, सकर्मक एव, अस्तु मम दोषः. तर्हि अर्हसि अपि तत्र तत्रापि कर्मपदं भवितुम् अर्हति, अस्तु अस्तु. चेत्तुम् अर्हसि, तत्र चेत्तुम् इति एव कर्मपदम् इव भवति वा महोदय? अव्ययपदं तुमुन् प्रत्ययः नास्ति वा? सत्यं सत्यं, किन्तु अस्ति किं कर्तुम् अर्हसि चेत्तुम् अर्हसि, चेत्तुम् अर्हसि इति अशेषतः शेषमेव नास्ति तादृशं सम्पूर्णतया. त्वदन्यः त्वं विहाय अन्यः इति भवति, त्वदन्यः नास्ति एव, तथापि नास्ति एव कस्य विषये अपि, सत्यम् अस्मिन् विषये न, तस्य अन्यः नास्ति एव. संशयस्य अस्य चेत्ता, तत्र चेत्रु इति प्रातिपदिकं भवेत्, चेत्ता इति तृच् प्रत्ययस्य रूपं, न हि उपपद्यते इति, नास्ति एव तत्र, न भवित् भवति, न भवितुम् अर्हति, भवितुम् अर्हति हि इति प्रत्ययेन अपि अस्य संशयस्य इति, अस्य संशयस्य चेत्ता न हि उपपद्यते इति भवति. तस्मात् पूर्वं सः पृष्टवान् महोदय, तत्र योगभ्रष्टः अस्ति खलु, तस्य परिमाणं किम् इति, योगभ्रष्टः तस्य गतिः का इति, तदेव संशय तत्र. अस्तु अस्तु अस्तु, समीचीनम्. अस्तु समीचीनं भगिनि. तर्हि तत्र एतन्मे संशयम् इति एतन्मे इति कृतं समीचीनम्. अस्तु धन्यवादः भगिनि. धन्यवादः. अग्रे इदानीं तत्र वेदा भगिनी अग्रे. हा महोदय. कार्पण्यदोषोपहतस्वभावः कार्पण्यदोषोपहत तद्वा ओ सारि स्यान् निश्चितं स्यान् निश्चितं तत्र स्यात् स्यात् योगः निश्चितं तत्रापि नकार तकारस्य परे नकार अस्ति अनुस्वा अनु नासिकसन्धिः भवति यरोनु नासिकेनु नासिके वा सूत्रेण परे नकार अस्ति पूर्वं तकार अस्ति तकारस्य स्थाने तद्वर्गस्य पञ्चमवर्ण वर्णः आयाति तदेव तद न न आयाति स्यान् निश्चितं स्यान् निश्चितम् इति रूपं प्राप्तं तत्रैव. अस्तु भगवद्गीतायां द्वितीय अध्याये सप्तमश्लोकः कार्पण्यदोषोपगतस्वभावः पृच्छामि त्वां धर्म सम्मूढचेताः यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नं कार्पण्यदोषः अपहतः अपहत स्वभावः पृच्छामि तत् प्रथम क्रियापदं पृच्छामि त्वां त्वां पृच्छामि भगवान् वदति त्वां भगवान् अर्जुनः अर्जुनः अर्जुन उवाच अर्जुन वदति त्वां पृच्छामि धर्मसम्मूढचेताः कार्पण्यदोषो अपहतस्वभावः इत्युक्ते कार्पण्य इत्युक्ते किम् अस्ति महोदय कार्पण्य मैसर्नेस् इति अस्ति मैसर्नेस् कार्पण्यदोषः अपहत अपहतस्वभावः इत्युक्ते मम स्वभावः किं वदामि मम स्वभावः इति जानाति खलु अपहरति इत्युक्ते टु सी स्नाच् अपहतः इत्युक्ते अपहत अपहृतम् अस्ति कार्पण्यदोष अपहत वा अपहतस्वभावः खलु न अपहत एव तत्र उपहत क्षम्यताम् ओ उपहत क्षम्यताम् क्षम्यतां मम दोषः नाट् अपहत उपहत उपहत उपहत क्षम्यताम् उपहत इत्युक्ते उपहत इति भिन्न अर्थः तत्र अपहर अपहत इति नास्ति क्षम्यताम् उपहत इत्युक्ते कोऽपि जानाति वा तत्र उपहत इत्युक्ते किमस्ति तत्र उप इति उपसर्गः हत इत्युक्ते टेकन् अवे इति अपि भवति खलु महोदय हतम् इति स्वभावः हतम् केन इत्युक्ते कार्पण्य इति दोषेण इति तत्र कार्पण्य एव दोषः कार्पण्य वदामि वा महोदय कार्पण्य एव दोषः यस्य तत् कार्पण्यदोषः इति भवति कार्पण्यदोषेण उपहतस्वभावः इन्फ्लिक्टेड् इन् यू सत्यं भगिनि afflicted itte influenced kind of correct that swabhavah prichami twam dharma sammuda chetah so I'm asking you ma'am I'm like confused dharma sammuda karpanya dosho pahat swabhavah sah kah itukte aham iti aham अहं तादृशम् अहम् अस्मि. आम् तदेव त्वं पृच्छामि, त्वं पृच्छामि धर्मसम्मूढचेताः. धर्मसम्मूढचेता तदपि तत्र अर्जुनस्य एव विशेषणम्. ओ ओके ओके. धर्मसम्मूढचेताः इत्युक्ते मम मम मम मनसि भ्रमः अस्ति इति वा धर्मस्य विषये? तत्र तत्र सम्मूढ इत्युक्ते मुख् धातुः, तत्र भ्रान्तिः अस्ति, भ्रान्तिः अस्ति, भ्रमः अस्ति इति मम मनसि. तत्र चेतः, चेतः इत्युक्ते तत्र मम मनः क्लेशम् अनुभवति. कस्मिन् विषये? धर्मविषये. धर्मविषये यत् श्रेयः स्यात् निश्चितं ब्रूहि तन्मे. यत् श्रेयः, श्रेयः स्यात्, श्रेयः अस्ति, निश्चितम् अस्ति, श्रेयः निश्चितं तदेव श्रेयः अस्ति. यत् श्रेयः निश्चितं तदेव तदेव ब्रूहि, तदेव अहं वदामि. किं वदतु, किं इति वा निश्चितं ब्रूहि? निश्चितम् इति प्रायश क्षमताम् चिन्तया चिन्तितवान् तत्र निश्चितम् इति श्रेयः इति पदस्य विशेषणम् इति, किन्तु तत्र निश्चितं ब्रूहि इति अस्ति तत्र क्रियाविशेषणम्. क्रियाविशेषणमस्ति निश्चितं तदेव तदेव महोदय. यत् तद् यत् श्रेयः, श्रेयः निश्चितं, निश्चितं श्रेयः स्यात् तत् मे ब्रूहि. तदेव मे वदतु इति. ओ अस्तु अस्तु भगिनि अस्तु. शिष्यः ते अहम् अहम् अहं त्व किं वदा वाट् इस् दट् वर्ड् तन्मे ब्रूहि मम अहं ते शिष्यः. शादिमां त्वां प्रपन्नं. शादि शादि इत्युक्ते किं धातु किसति? शादि इति तत्र लोट् तत्र लोट् मध्यमपुरुषः एकं लोट् लोट् अस्ति. तत्र धि इति तत्र अन्यत् हि इति दि इति भवति. हा सत्यं भगिनि. हा तत्र किन्तु अन्यानि उदाहरणानि यदि स्मरामः ब्रूहि देहि तत्र तदेव तिष्ठति. हकारः एव तिष्ठति किन्तु तत्र धि इति दुग्ध इति भवति खलु महोदय. दुग्ध आत्मपदे आत्मपद आत्मनेपदे अस्ति वा तद् साधि इति धातु किं वदति भगिनि? आत्मनेपदे हि इति न भवति. ओके शास् एक सूत्रमस्ति तत् विषये. शास् शासि वसि गति दाट् शासि वसि गसीनां च इस् नाट् फर् ही खलु भगिनि? न दट् इस् नाट् फर् ही, दट् इस् डिफ़्रेण्ट्. शास् योगः हि तत्र हि हि इत्यस्य लोपः भवति इति. अदन्त अङ्ग अस्ति चेत् लोपः न भवति. अनदन्तमे लोपः भवति वा न जानामि. एनि हौ वि लुक् इन् टु दट्. शादि मां त्वां प्रपन्नं. सो अहं अहं ते शिष्यः अस्ति इति कारणतः मां मां त्वां प्रपन्नम् इत्युक्ते शरणागति प्राप्तवान् इति वा? प्रपन्नम् इत्युक्ते शरणं. सत्यं भगिनि. सत्यं अहं प्रपन्नम् इति तत्र प्रपत् पत् इति तत्र प्रपत् प्रपन्नः प्रपन्नं प्रपन्नं त्वं शरणं त्वं माम् इति पदस्य विशेषणं प्रपन्नं प्रपन्नं. अहं प्रपन्नः मां प्रपन्नं शादि नाम तत्र पाठयतु नाम तत्र शिक्षणं ददातु पाठयतु बोधनं लोट्लकारे साधि इति रूपमाया अहं तव शिष्यः अस्मि, अतः तत्र बोधः भवेत् मम कृते, अतः अहं कीदृशः, अहं प्रपन्नः अस्मि, नाम अहं शरणागतं प्राप्त तत्र प्रपन्नः अस्मि इति, प्रपन्नः नाम तत्र शरणं महोदय. तत्र प्रपन्न इत्यस्मिन् पद् इति धातुः, प्रा इति उपसर्गः, पद् इत्युक्ते गमने इति भवति, प्रा इति टुवर्ड्स् इति एकः अर्थः, तत्र लिटरलि टुवर्ड्स् द फीट् इति शरणागतम् इति भवति महोदय. ओ धन्यवादः भगिनि, उत्तममस्ति खलु. उत्तमं, तत्र यथा तत्र मनसि चित्रम् आगच्छति गुरोः शरणौ, किं शरणाभ्यां प्रति गच्छामि इति भवति. सत्यं भगिनि, उत्तममस्ति, प्रपन्नं प्रपन्न. आं महोदय, उत्तममस्ति भगिनि, धन्यवादः. दृष्टवती शास् धातुतः शास् योग हि, तत्र शाहौ इति एक सूत्रम् शाहौ इति शास् इति शा भवति, परः अस्ति चेत् सूत्रे छाहौ इत्यनेन शास् इति शा भवति. लोट्लकारे, गुड् लोट्लकारे, लोट्लकारे, लोट्लकारे. किन्तु तादृशम् अन्यत् उदाहरणम् अस्ति वा इति मनः मध्यमपुरुष एकवचनं लोट् अस्तु, धन्यवादः भगिनी. एतादृशम् उदाहरणं मनसि अस्ति चेत् सम्यक् भवति. दुग्धि अस्तु, धन्यवादः भगिनी. अस्तु वेदा भगिनी, धन्यवादः. दोग्धि प्रथमपुरुषे लट् लटि भवति महोदय, दुग्धि इति लोट्लकारे मध्यमपुरुषे यथा भवति. मध्यमपुरुषे उत्तमं, धन्यवादः. अस्तु समीचीनम्. अस्तु अग्रे इदानीं तत्र उषास्वामिनाथन् भगिनी भवति एव अग्रे, इदानीं नूतन अभ्यासः. नमस्कारः, श्रूयते खलु? ओ सारि महोदय, ओ म्यूट् मध्ये आसम्. ओके, यथोदाहरणं मञ्जूषायां प्रदत्तानां सन्धिपदानां छेदं कृत्वा स्तम्भेषु लिखत, प्रथमम् असच्च, अग्रे दत्तं स्तुत्वसन्धि असत् योगः च इति उदाहरणं दत्तम्, असत् योगः च. अग्रे केचिद् विलग्न, केचित् योगः विलग्न, केचित् तकार अनन्तरं तकारः दकारः भवति, विलग्न केचित् इति पदान्ते अपि अस्ति, सो जलां जशोन्ते इत्यनेन तकारः दकारः भवति, केचिद् विलग्न इति भवति. श्लोकः अपि इदानीं पठामः. विलग्न 11:27 अस्तु महोदय. वक्त्राणि ते त्वरमाणा विशन्ति, दंष्ट्राकरालानि भयानकानि, केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूणितैरुत्तमाङ्गैः. वक्त्राणि ते त्वरमाणा विशन्ति, वक्त्राणि ते त्वरमाणा विशन्ति, दंष्ट्राकरालानि भयानकानि, केचिद् विलग्ना दशनान्तरेषु चूर्णितैः उत्तमाङ्गैः या चूर्णितैः उत्तम अङ्गैः. तत्र असच्च इत्यस्य श्लोकं पठति वा? कृतवन्तः, अतः एव अहं न पृष्टवान्. श्लोकं न कृतवन्तः. असत्य इति पूर्वं कृतवन्तः तत्र 19 इति. ओ श्लोकमपि वयं दृष्टवन्तः अर्जुन. सो 11:27 वक्त्राणि ते त्वरमाणा विशन्ति. वक्त्राणि विशन्ति, विशन्ति क्रियापदं. वक्त्राणि ते त्वरमाणा विशन्ति. वक्त्राणि ओके वक्त्राणि ते त्वरमाणा विशन्ति. वक्त्राणि विशन्ति नास्ति, वक्त्राणि विश ते विशन्ति. ओके ते विशन्ति तत्र भगिनी प्रायश तत्र किं भवति तत्र विशन्ति इति तत्र तत्र के विशन्ति इति प्रायश तत्र पूर्वस्मिन् श्लोके अस्ति भगिनि. नाम तत्र भीष्म द्रोणः अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैव वनिपालसङ्गैः भीष्मो द्रोणसूतपुत्रस्तथासौ सहास्मतीयै अपि योधमुख्यैः. ओके ओके सो दोस् पीपल् ते ओके ते सर्वे तत्र ते सर्वे विशन्ति. ते सर्वे त्वरमाणा विशन्ति. त्वरमाणाः सन्ति विशन्ति. त्वरमाणा विशन्ति कुत्र विशन्ति अथवा वक्त्राणि विशन्ति. वक्त्राणि विशन्ति तव वक्त्राणि ते वक्त्राणि नाम भगवतः. लोकसङ्ख्या किं भगिनि? श्लोकसङ्ख्या 27 भगिनि. 27 त्वरमाणाः ते तव दंशाकरालानि भयानकानि वक्त्राणि. वक्त्राणि ते त्वरमाणा विशन्ति. दंशाकरालानि भयानकानि वक्त्राणि तत्र विशेषणानि भयानकानि सन्ति. दंशाकरालानि भयानकानि वक्त्राणि. ओके दंशाकरालानि दंशाकरालानि ओके दंशाकरालानि लैक् लाट् आफ् अग्नि ऐ गेस् हारबल् वित् दंशाकरालानि इति वित् फ्याङ्क्स्. ओके ओके दंशाकरालानि भयानकानि वक्त्राणि. तत्र बृहत् बृहान् दन्तः इति विश्वरूपदर्शनस्य कृते दर्शनस्य तत्र प्रायशः तत्र दन्तः अपि भवितुमर्हति. फ्याङ्ग् अथवा टस्क् एतत् भवितुम् त्वरमाणा दंशाकरालानि भयानकानि वक्त्राणि ते विशन्ति. सत्यं. केचित् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितै उत्तमाङ्गैः. सन्दृश्यन्ते दृश्यदातु कर्मणि दातु कर्मणि दृश्यन्ते दृश्यन्ते सन्दृश्यन्ते सन्दृश्यन्ते किं कानि केचित् विलग्ना दशनान्तरेषु उत्तमाङ्गैः. दशनान्तरेषु विलग्नाः सन्दृश्यन्ते वा? दशनम् इत्युक्ते तत्र टीत् इति भवति खलु. दशनान्तरेषु इत्युक्ते तत्र चूणितैः उत्तमाङ्गैः. केचिद् केचिद् सम् इति अस्ति. ओके चूणितैः उत्तमाङ्गैः दशनान्तरेषु विलग्नाः इति स्टक् इति वा? विलग्नाः विलग्नाः नाम लग्न लग्न लग्न लग्नं नाम तत्र सङ्गम् अस्ति नाम तत्र स्टक् इति विलग् विलग्नाः विलग्नाः एव सन्दृश्यन्ते खलु महोदय? सत्यं भगिनि, विलग्नाः सन्दृश्यन्ते, विलग्नाः एव सन्दृश्यन्ते. दृश्यन्ते कुत्र सन्दृश्यन्ते? दशनान्तरेषु सन्दृश्यन्ते. अपि च चूर्णितैः उत्तमाङ्गैः, उत्तम अङ्गैः चूर्णितैः. नाम अत्र उत्तम अङ्गः इत्युक्ते तत्र शिरः इति एव उत्तम अङ्गः इत्युक्ते शिरः, उत्तम अङ्गः शिरः, तत्र चूर्णितः अस्ति, चूर्णितः अस्ति चूर्णितैः. नाम तत्र शिरः एव, तत्र शिरसः चूर्णं भवति इति. अङ्गैः तत्र ते सन्ति, नाम तैः सह, अङ्गैः सह ते सन्ति इति तत्र. महोदय, ते इस् अट् लीस्ट् इस् इट्स् लैक् केन् इट् बि टेकन् अस् तव योर् मौत् आर् तव एव, यथा मे इति मम इति अस्ति तथैव तत्र, तत्र मह्यम् अथवा तत्र मे अस्ति चेत् तत्र मह्यम् अथवा मम इति भवति. किन्तु तत्र महोदय दे रेपिड्लि एण्टर् इन् टु युवर् मौत् इति अस्ति. हा सत्यं भगिनि, तत्र ते वक्त्राणि, तव वक्त्राणि. अस्तु अस्तु अस्तु, इदानीम् अवगच्छामि, क्षम्यतां, मम दोषः एव. सत्यं भगिनि, सत्यं, ते इति तत्र त्वम् इति तस्य तव इति अर्थे नास्ति. ते इत्युक्ते तत्र ये जनाः पूर्वम् उक्तं, तदेव तदेव, नाम तत्र भीष्मद्रोण इत्यादयः येषां नामानि उक्तानि पूर्वं, ते इति. सत्यं सत्यं, त्वरमाणा ते इति भवति तर्हि. दंशाकराणि भयानकानि वक्त्राणि, वक्त्राणि. किन्तु भगिनि तत्र भवति खलु, तत्र एकनिमिषं, लैक् तव वक्त्राणि इति भवति अतः तत्र अर्थः, किन्तु तत्र ट्रान्स्लेशन् तथा उक्तम् इति. तत्र वक्त्राणि अतः तव वक्त्राणि उपविशन्ति इति वा? तव वक्त्राणि उपविशन्ति नाम, तर्हि तत्र त्वरमाण इत्यस्य अन्वयः कुत्र भवेत् महोदय? पूर्वं पूर्वं ये जनाः सन्ति हरियिङ्ग् इति अर्थः अस्ति. किन्तु यत् भवती उक्तवती तदपि समीचीनं, तर्हि तत्र अर्थद्वयं भवति वा इति मम किञ्चित् क्लेशः तावदेव. 26 तर्हि तत्र प्रायशः कुत्र, यदि तत्र कुत्र यदि पश्यामः सम्यक् भवति, तत्र प्रायशः तत्र किं मधुसूदनसरस्वती अथवा आदिशङ्कराचार्यस्य, आदिशङ्करस्य एव पश्यन्ति अस्मि महोदय. अत्र किम् आदिशङ्करस्य स्वामी गम्भीरानन्द वर्येण तत्रैव ते तत्र दे रेपिड्लि इति स्वीकृतं, ते इन्टु ओ ते युवर् क्षमतां महोदय, क्षमताम्, तत्र विशन्ति दे एण्टर् त्वरमाणाः रेपिड्लि इन्टु ते, ते तत्र इन्टु इति दत्तम्. तत् कथं? किन्तु युवर् इति अस्ति चेत् तर्हि ते इत्युक्ते ते इति युवर् इति वा, इन्टु युवर् वक्त्राणि मौत्, क्षम्यतां महोदय, युवर् तत्र आङ्ग्लभाषायां पठितवती अनुवादनं, किन्तु तत्र पदच्छेदः देवक्त्राणि युवर् मौत् देवक्त्राणि. अतः तत्र द्वयमपि भवितुम् अर्हति अस्मिन् सन्दर्भे, अतः एव तत्र क्लेशः. तत् इत्युक्ते तत्र पूर्व किं पूर्वसूत्र श्लोकार्थ इति स्वीकृतं, विशन्ति एव, या विशन्ति जस्ट् अण्डर्स्टुड् महोदय, विशन्ति तत्र जनाः जनाः विशन्ति उपविशन्ति तत्र पूर्वस्मिन् श्लोके उक्तं ते किं तत्र भीष्मद्रोण सूतपुत्रौ महास्वद्मीयैरपि योधमुख्यैः तत्र मधुसूदनसरस्वती स्वामिनः तत्र टीकायां तत्र प्रत्येकपदस्य तत्र अर्थः भवति नाम तत्र किं किं किम् इति तत्र साधारणतया तत्र दीर्घं भवति तत्र च इति अपि तत्र अन् तत्र अव्ययम् इति बहुवारम् उच्यते तत्र च अव्ययम् इति अपि तत्र तत्र टीकायां भवति अतः यदि मधुसूदनसरस्वती स्वामिनः अस्ति चेत् तत्र प्रायः महोदय एकक्षणं तत्र लवेन् किं लवेन् लवेन् 27 खलु अस्तु तत्र प्रायशः आन्लैन् मध्ये अपि अस्ति मम पार्श्वे पुस्तकम् अस्ति किन्तु कुत्र इति इदानीं तत्र न दृश्यते पुस्तकम् अस्तु किन्तु अस्ति एव अस्तु आल् दोस् अस्तु all those sons of dhritarashtra and others without exception rapidly enter into ste your iti eva ste your bhayanakani vaktrani damstra karalani tadanantaram there again kechit drishyante vilagnaha dasha kim दशनान्तरेषु दशनान्तरेषु अपि च उत्तम उत्तमाङ्गैः चूर्णितैः तत्र आङ्ग्लभाषायां दत्तमस्ति संस्कृतपदम् अतः किञ्चित् क्लेशः तत् ते इति एव अस्ति तत्र महोदय अस्तु उत्तमम् अस्तु धन्यवादः भगिनि ते इत्युक्ते युवर् इति एव अस्ति समीचीनम् अस्तु इदानीं समाधानम् यतोहि प्रत्येकपदस्य तत्र सम्यक् ज्ञानम् अस्माकं भवेत् खलु इत्युक्ते अर्थभेदः भवति नो चेत् तर्हि अस्तु उत्तमम् अस्तु समीचीनम् महोदय इदानीं तत्र मधुसूदनसरस्वतीस्वामिनः पुस्तके तत्र न्यायशास्त्रमपि आनयति महोदय अय्यो बहु बहु अस्ति भगिनि बहु बहु अहं प्रतियोगी इति किमपि पठितवती एकवारं न्यायशास्त्रं किञ्चित् शृणोति तदनन्तरं वयं जानीमः तत्र न्यायशास्त्रं सर्वत्र भवति भाषा तदेव तत्र शैली न्यायशैली एव अतः तत्र बहु उपयोगकरमस्ति न्यायशास्त्रम् आं महोदय सत्यं तत्र अपि सः तु किं श्रेष्ठः अस्ति तत्र मधुसूदनसरस्वतीस्वामी बहु किमपि कृतवन्तः यदि तस्य अपि तत्र चरित्रां पठामः बहु आह्लादकरम् अस्ति तस्य विष्णुभक्तः आसीत् खलु तदनन्तरं अद्वैतं प्रति गतवान् अद्वैतम् अपि तर्हि तत्र बहु किमपि तस्य ग्रन्थाः सन्ति भगिनि उत्तमाः ग्रन्थाः किन्तु क्लिष्टाः एव सर्वं तत्र अद्वैतसिद्धिः इति अपि अस्ति महोदय किं भगिनि अद्वैतसिद्धिः इति अस्ति बहवः ग्रन्थाः सन्ति अद्वैते सन्ति भगिनि अद्वैतविषये अद्वैतसिद्धिः तदनन्तरं भक्ति इत्युक्ते किम् इति तत्र भक्तिरसायनम् इति किमपि कोऽपि ग्रन्थः अस्ति बहु बहु किमपि अस्ति अपि सः तत्र एतद् गीताध्यानमपि हीरो सत्यं भगिनि तस्य एव तत्र सत्यं अपि सः एव तत्र शिवस्य तत्र किमस्ति श्लोकस्य नाम न स्मरामि, किन्तु तत्र शिवस्य श्लोकः इति वयं चिन्तयितुं शक्नुमः, किन्तु सः तस्मिन्नेव श्लोके अर्थद्वयं दत्तवान्. एकं शिवस्य मते तत्र शिवस्य श्लोकः इति चिन्तयित्वा तस्य अर्थः भवति, किन्तु न न अन्या रीत्या यदि चिन्तयामश्चेत् तद् सः विष्णोः श्लोकः भवति इति अपि. अतः एकस्मिन् श्लोके एव, किन्तु तत्र केवलम् एकः श्लोकः इति न, तत्र स्तोत्रमेव अस्ति, तत्र नाम न स्मरामि इदानीं, किन्तु हा अस्तु, किन्तु बहु किमपि सः अत्र इदानीं पश्यन्ति अस्मि महोदय. वेदान्तकल्पलतिका सिद्धान्तबिन्दु भक्तिरसायन यत् भवान् उक्तवान् अद्वैतसिद्धिः सङ्क्षेप शारीरक वाक् व्याख्या इति शारीरक अपि च भागवता टीका इति अपि अस्ति. तावत् दत्तं तत्र. तत्र कृष्णशिव शिवस्य शिवस्य अपि कोऽपि किमपि श्लोकः अस्ति भगिनि, हा स्मरामि, किन्तु तदपि सः कृतवान् अस्तु. तत्र किमस्ति तत्र अत्र अत्र न दत्तं वा तत्र इन्ट्रोडक्षन् इति अस्ति आरम्भे, तत्र तावत् शिवमहिम्ना स्तोत्रः, शिवमहिम्ना स्तोत्र टीका. ओ तत्र वयं चिन्तयामः तत्र शिवस्य महिमा इति, किन्तु तस्मिन्नेव श्लोके सः अर्थद्वयं ददाति. शिवश्लोकः शिवपरमपि तत्र अनुवादः कर्तुं शक्नुमः, विष्णुपरमपि अनुवादः कर्तुं तत्र अर्थः भवितुम् अर्हति इति. बहु बहु सुन्दरमस्ति. अस्तु, किन्तु किञ्चिदेव पठितवान् तत्र, किन्तु अस्तु. तर्हि तत्र अग्रे तर्हि कर्तुं समयः अस्ति वा कुर्वन् अपि इति प्रायश तत्र अस्तु, अग्रिमे वर्गे एव कुर्मः, तत्र सम्यक्तया कुर्मः, यदि श्लोकस्य पठनमपि करणीयं. तर्हि अस्तु महोदय, तर्हि अत्र एव विरमामः. तर्हि तर्हि तत्र वेदभगिनी भवती वेदभगिनी गतवती. अस्तु, तर्हि सुजाता भगिनी भवती अद्य न उक्तवती, शान्तिमन्त्रं वदतु भगिनि. महोदय, ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः भगिनि, धन्यवादः. सर्वेभ्यो धन्यवादः महोदय. अग्रिमे वर्गे मिलामः. धन्यवादः, नमस्कारः. धन्यवादः महोदय.